पञ्चमहाराजन्निबन्धो प्रश्नान् अप्राक्षीत् तेषां नैकञ्चनाशकं विभक्तमिति स उवाच यथा मात्वं तदा एतान् अवधूयताहमेषां नैकञ्चन वेद यदि अहम् इमान् अवैदिश्यं कथं ते न वक्ष्यमिति सह गौतमो राज्ञो अर्धमेयाय तस्मै प्राप्ताय अर्हाञ्चकार सह प्रातः सभागौदेयाय तगं होवाच मानुषस्य भगवान् गौतम वित्तस्य वरं वृणीत इति स होवाच तवैव राजन् मानुषं वित्तं यामेव कुमारस्य अन्ते वाचम् अभाषत तामेव मे ब्रूहीति सः कृच्छै बभूव यतः पञ्चसङ्ख्याकान् प्रश्नान् राजन्यबन्धुः राजन्यः बन्धुः अस्ति इति राजन्यबन्धुः स्वयं दुरुवृत्तः इत्यर्थः अप्राक्षि पृष्टवान् तेषां प्रश्नानां नैकञ्चन एकमपि न अशकं न शक्तवान् अहं विवक्तुं विशेषेण अर्थतो निर्णेतुम् इत्यर्थः सः उवाच पिता यथा मां वत्स त्वं तदा आगतमात्रैव एतान् प्रश्नान् अवद उक्तवान् असि तेषां नैकञ्चन अशकं विवक्तुमिति तदा मां जानीहि त्वदीय अज्ञानेन लिङ्गेन मम तद्विषयम् अज्ञानं जानीहि इत्यर्थः कथं यथा अहम् येषां प्रश्नानाम् एकञ्चन एकमपि न वेद न जाने इति यथा त्वमेव अङ्ग एतान् प्रश्नान् न जानीषे तथा अहमपि एतान् न जाने इत्यर्थः अथो मयि अन्यथा भावो न कर्तव्य कुत एतदेवं यतो न जाने यदि अहम् इमान् प्रश्नान् अवेदिष्यं विदितवान् अस्मि कथं ते तुभ्यं प्रियाय पुत्राय समावर्तनकाले पुरा न अवक्ष्यं न उक्तवान् अस्मि इत्युक्त्वा सः गौतमः गोत्रतः राज्ञः जैवलेः अर्धं स्थानं येयाय गतवान् तस्मै गौतमाय प्राप्ताय अर्हणां चकार कृतवान् स च गौतमः कृतातिथ्यः उषित्वा परेद्युः प्रातःकाले सभागे सभाङ्गते राज्ञि उदेयाय भजनं भागः पूजा सेवा सः भागेन वर्तमानो वा सभागः पूज्यमानो अन्यैः स्वयं गौतमः उदेयाय राजानमुद्गतवान् तं होवाच गौतमं राजा मानुषस्य भगवन् गौतम मनुष्यसम्बन्धिनो वित्तस्य ग्रामादे वरं वरणीयं कामं वृणीतः प्रार्थयितः सः उवाच गौतमः तवैव तिष्ठतु राजन् मानुषं वित्तं यामेव कुमारस्य मम पुत्रस्य अन्ते समीपे वाचं पञ्चप्रश्नलक्षणाम् अभाषतः उक्तवान् असि तामेव वाचं मे मह्यं ब्रूहि कथय इत्युक्तेन गौतमेन राजा सः कृच्छ्रि दुःखी बभूव कथं नु इदमिति तगम् अचरं वस इति आज्ञापयाञ्चकार तगं होवाच यथा महात्वं गौतम अवधो यथेयं न प्राक्त्वत्तः पुरा विद्या ब्राह्मणान् गच्छति तस्माद् भू सर्वेषु लोकेषु क्षत्रस्यैव प्रशासनम् अभूदिति तस्मै होवाच सः कृच्छ्रीभूतः अप्रत्याख्येयं ब्राह्मणं मन्वानः न्यायेन विद्या वक्तव्य इति मत्वा तं गौतमं चिरं दीर्घकालं वस इति एवम् आज्ञापयाञ्चकार आज्ञप्तवान् यत्पूर्वं प्रख्यातवान् राजा विद्यां यच्च पश्चाच्चिरं वस इति आज्ञप्तवान् तन्निमित्तं ब्राह्मणं क्षमापयति हेतुवचनोक्त्य तं उवाच राजा सर्वविद्यो ब्राह्मणोऽपि सन् यथा येन प्रकारेण मां हे गौतम अवदः त्वं तामेव विद्यालक्षणं वाचं मे ब्रूहि इति अज्ञानात् तेन त्वं जानीहि तत्रास्ति वक्तव्यं यथा येन प्रकारेण इयं विद्या प्राक्त्वत्तः ब्राह्मणान् न गच्छति न गतवती न च ब्राह्मण अनया विद्या अनुशासितवन्तः तथा एतत् प्रसिद्धं लोके यतः तस्मात् ऊपुरा पूर्वं सर्वेषु लोकेषु क्षत्रस्यैव क्षत्रजातेरेव अनया विद्या प्रशासनं प्रशास्तृत्वं शिष्याणाम् अभूत् बभूव क्षत्रियपरम्परया एव इयं विद्या एतावन्तं कालम् आगता तदापि अहम् एतां तुभ्यं वक्ष्यामि त्वसम्प्रदानादूर्ध्वं ब्राह्मणान् गमिष्यति अतो मया यदुक्तं तत्क्षन्तुमर्हसि इति उक्त्वा तस्मै ह उवाच विद्यां राज इति तृतीयखण्डभाष्यं चतुर्थखण्डः पञ्चम्याम् आहुतो वापः इति अयं प्रश्नः प्राथम्येन अपाक्रियते तदपाकरणं मनो इतरेषाम् अपाकरणम् अनुकूलं भवेदिति अग्निहोत्राहुत्योः कार्यारम्भो यः स उक्तः वायसनेके तं प्रति प्रश्नाः उत्क विक्रान्तरात्योगतिः प्रतिष्ठा तृप्तिः पुनरावृत्तिः लोकं प्रत्युत्थायी इति। तेषां च अव्याकरणमुक्तं तत्रैव ते वा एते आहुतीव ते उत्क्रान्तः ते अन्तरिक्षम् आविशतः ते अन्तरिक्षमेव आहवनीयं कुर्वा ते वायुं समिदं मरीचीरेव शुक्लाम् आहुतिं ते अन्तरिक्षं तर्पयतः ते ततः उत्क्रान्तः इत्यादि। एवमेव पूर्वदिवं तर्पयतः ते ततः आवर्त्यते इमाम् आविश्य तर्पयित्वा पुरुषम् आविशतः ततः स्त्रियम् आविश्य लोकं प्रत्युत्थायि भवति इति। तत्र अग्निहोत्राहुत्योः कार्यारम्भमात्रम् इयं प्रकारं भवति इत्युक्तम्। इह तु तं कार्यारम्भम् अग्निहोत्र अपूर्वविपरिणामलक्षणं पञ्चदा प्रयुज्य अग्नित्वेन उपासनम् उत्तरमार्गप्रतिपत्तिसाधनं विधिसन्नाः असौवावलोको गौतम अग्निः तस्य आदित्येव समितो रश्मियो रुमोह रर्चिः चन्द्रमाङ्गारा नक्षत्राणि सुलिङ्गाः असम्भावलोको गौतमाग्निः इत्यादि। इह सायं प्रातरग्निहोत्राहुतिहुते पयादिसाधने श्रद्धापुरस्सरे आहवनीयाग्निसमिद्धूमार्चिः अङ्गारविस्फुलिङ्गभाविते कर्त्रादिकारकभाविते च अन्तरिक्षक्रमेण उत्क्रम्य द्युलोकं प्रविशन्त्य सूक्ष्मभूते आप्समवायित्वा तु अपशब्दवाच्ये श्रद्धाहेतुत्वाच्च श्रद्धाशब्दवाच्ये तयोः अधिकरणः अग्निः अन्यच्च तत्सम्बन्धं समिदादि इत्युच्यते। या च असौ अग्न्यादिभावना आहुत्योः सापि तथैव निर्दिश्यते असवावलोकोऽग्निः हे गौतम। यथा अग्निहोत्रादिकरणम् आहवनीयः तस्य अग्निः द्युलोकाख्यस्य आदित्येव समि तेन हि इद्धः असौ लोको दीप्यते। अतः समिन्धना तु समिदादित्यः रश्मियो धूमः तदुत्थानः समिधो हि धूम उत्तिष्ठति अहरर्चिः प्रकाशसामान्य आदित्यकार्यत्वाच्च चन्द्रमा अङ्गारः अन्नः प्रशमे अभिव्यक्तेः अर्चिषो हि प्रशमो अङ्गार अभिविद्यन्ते नक्षत्राणि विस्फुलिङ्गः चन्द्रमसो अवयवः इव विप्रकीर्णत्वसामान्य तस्मिन् एतस्मिन् अग्नौ देवाः श्रद्धां जुह्वतीं तस्या आहुतेः सोमो राजा सम्भवति। तस्मिन् एतस्मिन् यथोक्तलक्षणे अग्नौ देवाः यजमानप्राणः अग्न्यादिरूपः अधिदैवतम् श्रद्धाम् अग्निहोत्राहुतिपरिणामावस्थारूपः सूक्ष्मः आपः श्रद्धा भावितः श्रद्धा उच्यन्ते। पञ्चम्याम् आहतवापः पुरुषवतसो भवन्ति इति अपां होम्यतया प्रश्ने श्रुतत्वात् श्रद्धावापः श्रद्धामेवारभ्य प्रणीय प्रचलन्ति इति च विज्ञायते। तां श्रद्धाम् अब्रूपां जुह्वति तस्य आहुतेः सोमो राज अपां श्रद्धाशब्दवाच्यानां द्युलोकाग्नौ हुतानां परिणामः सोमो राज सम्भवति। यथा ऋग्वेदादिपुष्परसः ऋगादिमधुकर उपनीतः ते आदित्ये यशादिकार्यं रोहितादिरूपलक्षणम् आरभन्ते इत्युक्तं तथा इम अग्निहोत्रादिसमन्वयः सूक्ष्मः शब्दाशब्दवाच्यः आपः द्युलोकम् अनुप्रविश्य चान्द्रं कार्यम् आरभन्ते फलरूपम् अग्निहोत्राहुत्यो यजमानाश्च तत्कर्तारः आहुतिमयाः आहुतिभावना भावितः आहुतिरूपेण कर्मणा आकृष्टः श्रद्धासमवायिनो द्युलोकम् अनुप्रविश्य सोमभूता भवन्ति तदर्थं हि तैः अग्निहोत्रं हुतम्। अत्र तु आहुतिपरिणाम एव पञ्चाङ्गसम्बन्धक्रमेण प्राधान्येन विवक्षितः उपासनार्थं न यजमानानां गतिः तां तु अविदुषां धूमादिक्रमेण उत्तरत्र वक्षते विदुषां च उत्तरा विद्या कृतम् इति चतुर्थखण्डभाष्यं। पञ्चमः खण्डः पर्जन्यो वा गौतम अग्निः तस्य वायुरेव समेत भ्रं धूम विद्युदर्चये अशनिः अङ्गारहरादनयो विस्फुलिङ्गः द्वितीयहोमपर्यायार्थमहं पर्जन्यो वाव पर्जन्य एव गौतमाग्निः पर्जन्यो नाम वृष्ट्युपकरणाभिमानी देवताविशेषः तस्य वायुरेव समि वायुना हि पर्जन्योऽग्निः समिद्यते पुरोवातादिप्राबल्यवृष्टिदर्शन अभ्रं धूमः धूमकार्यत्वात् धूमवच्च लक्ष्यमाणत्वात् विद्युदर्चिः प्रकाशसामान्य अशनिः अङ्गारः काठिन्या तु विद्युत्सम्बन्धाद्वत् रागनयो विस्फुलिङ्गः रागनयः गर्जितशब्दः मेघानां विप्रकीर्णत्वसामान्यं तस्मिन् एतस्मिन् अग्नौ देवः सोमकं राजानं जिघ्रे तस्य आवतेः वर्षकं समवते तस्मिन् एतस्मिन् अग्नौ देवः पूर्वतु सोमं राजानं जिघ्रे तस्य आवतेः वर्षं सम्भवति श्रद्धाख्यापः सोमाकारपरिणताः द्वितीयपर्याये पर्जन्याग्निं प्राप्य वृष्टित्वेन प्रणमन्ति इति पञ्चमखण्डभाष्यं षष्ठः खण्डः पृथिवीवागमुत्मग्निः तस्याः संवत्सरैः समिदाकाशो धूमो रात्रिः अर्चिः दिशो अङ्गारावान् त्रिदिशो विस्मृङ्गः पृथिवीवागौतमग्निः इत्यादि पूर्वत् तस्याः पृथिव्याख्यस्य अग्निः संवत्सरैस्समीन् संवत्सरैणिः कालेन समिद्धा पृथिवी व्रीह्या निष्पतये भवति आकाशो धूमः पृथिव्याः इव उत्थित आकाशो दृश्यते यथा अग्निः धूमः रात्रिः अर्चिः पृथिव्या हि अप्रकाशात्मिकायाः अनुरूपा रात्रिः तमोरूपत्व अग्निरिव अनुरूपम् अर्चिः दिशः अङ्गारः उपशान्तत्वसामान्यम् अवान्तरदिशः विस्फुलिङ्गः क्षुद्रत्वसामान्यम् तस्मिन् एतस्मिन् अग्नौ देव वर्षं जुहति तस्य अवधेः अन्नगं सम्भवति तस्मिन् इत्यादि समानं तस्य आहुतेः अन्नं व्रीह्यवादि सम्भवति इति षष्ठखण्डभाष्यं सप्तमः खण्डः पुरुषो वागौतमग्निः तस्य वाग् एव समित्प्राणो धूमो जिह्वार्चिः चक्षुरङ्गारः श्रोत्रं विस्फुलिङ्गः पुरुषो वागौतमग्निः तस्य वाग् एव समीन् वाचा हि मुखेन समिद्यते पुरुषो न मुखः प्राणो धूमः धूम इव मुखात् निर्गमनात् जिह्वार्चिः लोहितत्व चक्षुः अङ्गारः भास आश्रयत्व श्रोत्रं विस्फुलिङ्गः विप्रकीर्णत्वसामान्य तस्मिन् एतस्मिन् अग्नौ देवा अन्नं जुह्वति तस्य आहुतेः रेतस्सम्भवति समानमन्यत् अन्नं जुह्वति व्रीह्यादि संस्कृतं तस्य आहुतेः रेतस्सम्भवति इति सप्तमखण्डभाष्यम्